पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 200 श्रीभगवानुवाच नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः मदीयां पदवीं भक्त्रिं गुर्वीं कुर्वन्ति सत्कृताम् एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनां प्रवर्तयन्त्यमीनष्टं वेदमार्गं यतः सदा भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः यजस्व सुरशार्दूलमखैर्मां बहुदक्षिणैः निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदं प्रदियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः आख्यायास्थानमे दत्ते इन्द्रप्रस्थं भविष्यति विधे त्वमत्र रजयप्रयागं तीर्थपुङ्गवं सरस्वतीं समानीय गङ्गां च जनपाविनीं काशीं च शिवकाचीं च त्वमत्र स्थापयेश्वर गोकर्णं च समं गौर्या निवासं कुरु सर्वदा भो भो ब्रह्म सुधायूयं ज्ञानविज्ञानकोविदाः निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकं निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय विनाध्ययनमप्यत्र स्नानाद्बोधोऽस्तु छन्दसां स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः अहमारोपयाम्यत्र द्वारकां सुमनोहरां समुद्रेण समं यत्र गोमत्या सङ्गमो भवत् कोशलां च करोम्यत्र मध्वरण्यं च वासव ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः बदर्याश्रममप्यत्र नरनारायणास्पदं विदधामि सदा यत्र वसामि सुरनायक हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमं तदपि स्थापयाम्यत्र तवैव हितकाम्यया नैमिषे यानि तीर्थानि यानि कालं जरे गिरौ सरस्वतीतटे यानि स्थापयाम्यहमत्र वै नारद उवाच शिवे शिवतरं वाक्यं हरे श्रुत्वा कृतं च तद् दृष्ट्वा तदुत्तमपि ते चक्रोर्ब्रह्मशिवादयः सर्वतीर्थमये मुष्मिन् स्थाने स त्रिदशाधिपः स्वर्णयूपैर्बहु मखैरीजे भूयो रमापतिं रत्नप्रस्थानि विप्रेभ्य कृष्णस्य पुरतो ददौ नारायणसमस्तात्मा ममायमिति तुष्यदु इन्द्रप्रस्थमिदं तीर्थं ततः प्रभृति कथ्यते सर्वतीर्थमये यत्र मृदो भूयो न जायते इन्द्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः तस्मै ददुरविदधामाशिष्यं तत्र संसदि इन्द्राय तव गोविन्दो दानेनानेन तुष्यदु तावकी भक्तिरप्यस्मिन् भूयादव्यभिचारिणि कर्मभूमा विहविभो पुरा यज्ञशतं कृतं तेन पुण्येन लब्धं ते सकामेन सुरास्पदम् अधुना पूजितो विष्णुर्निकामेन त्वया मखैः स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः तत्रापि निजधर्मेण विष्णुमाराधयन् भवान् स्मरिष्यति निजं कर्म कृतमत्र मखादिकं तस्मृते गृहमुत्सृज्य भवान् तीर्थानि पर्यटन् जनकेन समं शक्रतीर्थेऽस्मिन् सम्प्रपत्स्यते चतुर्धाश्रममादाय त्यक्षत्यत्र कलेवरं ततो विमानमारुह्य गणानीतं रविप्रभं भवान् दिव्याङ्गवान् भूत्वा प्राप्स्यति श्रीहरेः पदं नारद उवाच एवमाकर्ण्य विप्राणामाशिष्यं त्रिदशाधिपः भविष्यपिशूनां चोक्तिं शिवे मुदमगात्तरां समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान् माधवप्रमुखान् देवान् पूजितान् सव्यसर्जयत ऋत्विजो ब्रह्मणपुत्रानभ्यर्च्य च धनादिभिः बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् तत्र राज्यं विधायेन्द्रो हरिभक्तियुतशिवे अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने शिवशर्मा द्विज कश्चिद्वेदवेदाङ्गपारगः तस्य भार्या गुणवती नाम्नान्वर्थवती भृशं तस्यां जातसुवेलायामिन्द्रश्रीपदिसेवकः ज्योतिर्विदसमाहूदा लग्नं दृष्ट्वा बभाषिरे ज्योतिर्विद ऊजुः शिव शर्मन्नयं बालस्तव भावी हरिप्रियः उद्धरिष्यति ते वंशं भ्रूमसत्यं न वै मृषा त्रयोदशाब्ददेहो यः साङ्गं वेदचतुष्टयम् अधीतज्ञानसम्पन्नो विवाहं तु करिष्यति पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति तीर्थेषु पर्यटन्धीरसंन्यासं धारयिष्यति इन्द्रस्य खाण्डववने यमुनास्ति सरिद्वरा तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति नारद उवाच गणकोदिदमाकर्ण्य शिवशर्मा शिवं वचः चकार विष्णु शर्माणं नाम्ना निजसुतं तदा तान् विसृज्य च वित्तेन चिन्तयामास बुद्धिमान् धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम मरिष्यति च सत्तीर्थे मधन्यकोऽस्ति भाग्यवान् एवं विचिन्त्य मनसा जातकर्माद्य कारयद शिशोद्विजादिप्रवरैः शिवशर्मा शुभेहनि अध सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः सुतोपनयनं चक्रे चैत्रमास्यष्टमेब्दके आद्वादशाब्दादध्याप्य वेदानन्वगतसुदं शिवशर्मा शिवे राजन् युयोज सह भार्यया विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान् चकारतीर्थयात्रायां मनोनिर्विषयं स्वकं अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयं विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् विष्णुशर्मोवाच अनुजानीहि मां तात विष्णुमाराधयाम्यहं तृतीयाश्रममासाद्य सत्सङ्गतिविधायकं दारागारधनापत्य सुहृदः क्षणभङ्गुराः बुद्बुधा इव तोयेषु सुधिस्तेषु न सज्जते स्वाध्यायेन च सन्तत्या मया तीर्णमृणद्वयं तीर्थेषु कामरहितो यष्टुमिच्छामि केशवं सन्न्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचिद् स्थातुमिच्छाम्यहं तावद्यावत् प्रारब्धमस्ति मे इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः स्मृत्वा ज्योतिर्विदं वाक्यमाह संसारनिःस्पृहः शिव शर्मोवाच चतुर्धाश्रमकालोऽयं ममापि निरहङ्कृतेः विषयान्विषवत्यक्त्वा सेविष्ये केशवामृतम् गृहे मम मनःपुत्र रमदे नाद्यवार्धके आनीतस्य वनाद् बद्ध्वा गजस्येव नृपालये तवानुजं सुशर्मायं कुटुम्बं धारयिष्यति अवाभ्यामुज्झितं विद्या श्रीकुलाभ्यां यथा नरम् प्रव्रजं तं तु मामेव तव माता पतिव्रता अनुयास्यति मार्तण्डं यथा कान्तिर्दिनात्यये तस्मादावामविज्ञातो तया तादतवाम्बया गच्छावश्चिन्तयं तौ श्रीहरे पादसरोरुहम् नारद उवाच इत्यालोच्य मुमुक्षूतौ निषीधे तमसावृते सुप्तं कुटुम्बमुत्सृज्य गृहान्निर्याय जग्मधुः सहैव पर्यटं तौ सुदीर्थे निरहङ्कृति शिवेत्र शिवदे तीर्थे शक्रप्रस्थे समीयदुः अत्रागतस्वविहितान् पूर्वजन्मनि योपकान् विष्णुशर्मा समालोक्य सस्मार हरिसङ्गमम् ऊचे च पितरं धीमान् शक्र आसमहं पुरा मयात्र विहिता यज्ञा माधवप्रीणनेच्छया अत्रैव मे प्रसन्नोऽभूत् केशवो भक्तवत्सलः सन्तोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे तैरेव वैष्णविभक्तिर्दत्ता मोक्षो भवेत्र च विष्णुवादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम् अत्रैव मे मृदिश्चोक्ता तैरेव मुनिपुङ्गवैः ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम् इमे गङ्गासरस्वत्यौ निजलोकाद्विरिञ्चिना समानिदे ययोर्योगे प्रयागोऽयं निगद्यते एषा काशी शिवपुरी प्रयागात् पूर्वदेशके द्विपञ्चाशद्धनुर्मात्रे मृदो यस्यां न जायते काश्या पश्चिमके भागे धनुषामेकविंशतिः शिव काञ्चीशिवेनैषा स्थापिता मृतमुक्तिदा गोकर्णाख्यमिदं क्षेत्रं शम्भोः परमवल्लभं धनुर्द्वयप्रमाणेदु भूमिभागे व्यवस्थितम् इयं द्वारवती पुण्यतीर्थराजस्य पश्चिमे धनुषां सप्ततिर्यत्र मृदो भावी चतुर्भुजः अतोऽसौ पूर्वदिग्भागे कोशला जनवत्सला अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना ये तन्मधुवनं तादस्थापितं विष्णुना स्वयम् कोशला पश्चिमे भागे दशचापप्रमाणदः अध उत्तरतस्तादनरनारायणास्पदम् एतदेकादशधनुर्भूमिदेशे च तिष्ठति एतत्तीर्थं हरिद्वारमदो दक्षिणतस्थितम् त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्लभम् एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् द्वादशे श्वासमात्रे भूभागे भो तादतिष्ठति प्रयागादिगगव्योदिसप्तर्षीणां महात्मनां पूर्वस्यां दिशि तीर्थानि सप्त तत्तीर्थसप्तकं तीर्थसप्तककाशोस्तु सन्ति तीर्थान्यनेकशः पदे पदेयेषु मृदो जायते स चतुर्भुजः प्रयागादेकगव्युदिमात्रे पश्चिमभूतले निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा तीर्थसप्तकनिगमोद्बोधयोरन्तरं महद इन्द्रप्रस्थमिदं क्षेत्रं स्थापितं दैवधैपुरा पूर्वपश्चिमयोस्ताद एकयोजनविस्तृतम् कालिन्द्याव दक्षिणेव यावद्योजनानां वचतुष्टयम् इन्द्रप्रस्थस्य मर्यादा कथितैषा महर्षिभिः देवत्रय्यां च यो ह्यत्र त्यजत्यङ्गं भवत्यजः नारद उवाच पुत्रस्यैतद्वच श्रुत्वा शिवशर्मा शिवे द्विजः प्रत्यहलसंदिहानस्थं स्वपुत्रं सत्यवादिनं शिवशर्मोवाच कथमेतद्विजानीयां त्वं पुरासि सुरेश्वरः त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः त्वदुक्तज्ञानवान् पुत्र यथाहं स्यां तथा कुरु इन्द्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता यदप्रभृति ते जादा मदिस्त्वं नात्यजो गृहं मत्त एव त्वयाधीदं साङ्गं वेदचतुष्टयं पूर्वजन्मकृते कृत्ये ज्ञानमासीत् कुतस्तव विष्णुशर्मोवाच ऋषिभिर्मेव रोदत्तपूर्वजन्मस्मृतिप्रदः तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदं ममापि पूर्वजनुषप्रवृत्तिं त्वं स्मरिष्यसि एतत्तीर्थजलस्पर्शात्तादसत्यं वदामि ते नारद उवाच शिवशर्मणि विप्रेन्द्रे श्रुत्वैतत् स्नातुमुद्यते निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः सिंहेनानुगतः कश्चिद्भिल्लो धावन् समागतः अदित्रासपरीताङ्गो निःश्वसन् श्रमविह्वलः हिंसात्मको वर्त्मकादी वणिजां लुण्डकः सदा कृष्णाङ्गपिङ्ककेशश्च खर्वो मार्जारलोचनः कुन्दहस्तो भीममूर्ति देही पाग्मेव भूयते सदपश्चात् कियद्दूरे सिंहमालोक्य तावुभौ पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्तदुः वदन्दाविदिहा कृष्ण मोचयातोपमृत्युदः स किरातस्तु राजेन्द्र गृहीतुं वेगवत्तरं वीक्ष्य सिंहं द्रुमं भीदसमारोढुं प्रचक्रमे आरोहणं प्रकुर्वन्तं सिंहो जग्राहवेगवान् पादयोरथ भूपृष्ठे पादयित्वा रुरोहतम् अधस्थितो किरातोऽपि कुन्दे नोदरमस्य वै ददार रुधिरौखाकृतनिसृतां त्रकदम्बकम् जादव्यथो विधायाथ नादं परमदारुणं सिंहः पिपेशभिल्लस्य शिरसद्यो ममारच तयो पञ्चत्वमापन्ने भूतसङ्घेत्र भूपते विमानद्वयमुत्तीर्णं गणाभ्यां सहसत्पदाद नवीनखनवर्णाभ्यां स्फटिकोपलनिर्मितं चारुकुण्डलकर्णाभ्यां मणिप्रकरमण्डितं शङ्खचक्रगदापद्महस्ताभ्यां चारुचित्रभृद दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितं प्रफुल्लाम्भुजनेत्राभ्यां पद्मरागगवाक्षभृद धीरन्निह्रादमञ्जीरवद्भ्यां रणितकिङ्किणी प्रकोष्ठे वलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकां मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवद पुडिलालगवत्राभ्यां मुन्नदध्वजिराजितं भ्रूयुगाक्षिप्तपञ्जेषु धनुभ्या मुच्चतोरणं नासालज्जितकीराभ्यां निर्व्यूहशतशोभितं नवविद्रुमसच्छायतलाभ्यां दर्पणामलम् दिव्याङ्गौ भिल्लपञ्चास्यौ त्यक्त्वाङ्गं प्राकृतं स्थितौ पुरैव प्राणिनिर्याणे तीर्थस्यास्य प्रभावतः तयोः समीपमानीय विमानौ तौ हरेर्गणैः ऊचतुस्तावधारूपवेषाकृतिधरौ ततः भोगिरातनरश्रेष्ठ भो पञ्चास्य मृगाधिप आवां जानीतमायादौ वैकुण्ठात् श्रीहरेर्गणौ नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः स्वं स्वं विमानमारुह्य गम्यदामाशुमाचिरं स्वं स्वं विमानमारूढौ तौ किरातमृगाधिपौ ऊचतुर्विस्मयाविष्टौ लक्ष्मीपदिगणौ प्रति भो भो त्रिदशशार्दूलौ श्रूयतां वाक्यमावयोः युवयोर्दर्शनाज्जातं ज्ञानं तौ पारमार्थिकम् अत्र जन्मनि नावाभ्यां कृतं सुकृतमल्पकं स्मृतिर्नो जायते पूर्व कर्मणां वां प्रसाददः मांसाहारौ प्राणिहिंसारदौ क्रूरान्तरेन्द्रियौ पापाचारकुले जातौ दर्शनेन भयप्रदौ आवामेतादृशे लोके ह्यभूतामिति पापिनौ केन पुण्येन युवयोर्जातं दर्शनमावयोः सारूप्यं च कुधः पुण्यात् यावश्रीहरेः पदं गणावूचदुः तीर्थेऽत्र मरणान्नूनं सुराचारकृते पुरा युवयोर्दर्शनं जातं नौजसारूप्यमद्भुतं लक्ष्मीपदि पदपाप्तिर्भविष्यति च वां चिरं तावत्पापानि गर्जन्ति ब्रह्महत्यादिकानि वै जातं न दर्शनं यावत् तीर्थस्यास्य बृहस्पतेः यथा तमांसि नश्यन्ति भास्करस्योदयादिह तथा पापानि निगमोद्बोधकस्य विलोकनाद इन्द्रप्रस्थाख्यमे दद्वै क्षेत्रमिन्द्रस्य पावनं तेनात्र पूजितो विष्णुक्रदुभिर्बहु दक्षिणैः तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यतां भो शक्रतावके क्षेत्रे सर्वतीर्थमये जनाः तनुं त्यक्ष्यन्ति ये ते वै मत्तुल्या हिंसका अपि नारद उवाच इत्युक्त्वा तौ गणश्रेष्ठौ नीत्वा तौ जग्मदुःपदम् हरेर्यत्र गतो भूयो विश्वाब्धौ न निमज्जति इति श्री पद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये भिल्लसिंहवैकुण्ठारोहणं नाम द्विशततमोऽध्यायः ॐ